अस्तु अहमत्र पश्यामि ये के के सन्ति अधुना वयम् आरभामहे. अमित् महोदय अस्ति खलु? आं महोदय. नमस्ते महोदय, कथमस्ति? नमस्ते. एकवारं पुनर्रीत्या कृपया वदतु गतरविवासरे किम् अभवत्. गतरविवासरे गुणादेशप्रक्रिया दृष्टवन्तः वयं. भूधातो स्वीकृत्य के के सूत्राणि आगच्छन्ति, केन क्रमेण आगच्छन्ति इति सूत्रसहितं दृष्टवन्तः. अस्तु, तर्हि अहं पृच्छामि. भूयोगः भूधातु अस्ति, तस्य भवति इति रूपम् अस्ति. तत्र प्रथमं तु कार्यमस्ति विकरणप्रत्ययस्य आगमनं, भूयोगः शप्. तर्हि मम कृपया वदतु यत् भूयोगः शप् यदि भवति तर्हि प्रथमं किं कार्यं भवति, केन सूत्रेण? प्रथमं पकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण. अनन्तरं षकारेणापि इत्संज्ञा भवति लशकु अथते सूत्रेण. तदनन्तरं तस्य लोपः सूत्रेण तयोः लोपः भवति, अ एव अवशिष्यते. अस्तु, धन्यवादः महोदय. सुमित्रा अस्मि, नमस्कारः. अस्तु, धन्यवादः महोदय. तदनन्तरं मीना महोदय अस्ति खलु? अस्मि. नमस्ते महोदय. नमस्ते महोदय. एकवारम् अ एव अवशिष्यते, तदनन्तरं किं भविष्यति? तिङ्क्षित् सार्वधातुकम् इति सूत्रेण शप्रत्ययस्य सार्वधातुकसंज्ञा भवति. सार्वधातुक इति संज्ञासूत्रं सार्वधातुक आर्धधातुकयोः इति सूत्रेण सार्वधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः अत्र भो अस्ति अस्ति चेत् ओ इति इगन्तः महोदय, अत्र भो नास्ति, भू अस्ति. भूयोगः अस्ति खलु? भू भू भू भू भू भू इगन्त सार्वधातुक आर्धधातुकयोः इति सूत्रेण इगन्ताङ्गस्य भू इति इगन्तं तस्य इकः गुणः भवति, तस्मात् भो अ इति भवति. एकनिमिषः, मम प्रश्नः अस्ति, भू इगन्तः भू इगन्तम् अङ्गं कथमस्ति? इगन्तम्. अस्तु, इगन्तम् इत्युक्ते किम्? इक् अन्तं यत्र ई ऊर् अन्तिमवर्णः अस्ति तत् इगन्तम्. अस्तु, माहेश्वरसूत्रेण. बहु उत्तमम्. अस्तु, धन्यवादः महोदय. तद् भो भवति इति. अस्तु, भो अ इति भवति. ततः परम् एचो अयवायवः इत्यनेन ओ भो अ इति भो इति स्थाने औ आगच्छति. ओकारस्य अव् आगच्छति. औ अति इति अवशिष्यते. भवति भवति. अस्तु, तर्हि स्थूलरूपेण वयं सर्वे प्रक्रियां जानीमः. तर्हि अधुना अग्रे पठिष्यामः गतवासरे गतरविवासरे वयं सार्वधातुक आर्धातुकयोः इति सूत्रस्य चर्चां कृतवन्तः, तर्हि पुनः एकवारं कुर्मः. अत्र किमस्ति, सुमन् महोदय अस्ति खलु? आम्, इदानीमेव आगतवती. आम्, नमस्ते महोदय. तर्हि एकवारं अत्र अस्ति खलु सार्वधातुक आर्धातुकयोः इति सूत्रम् अस्ति, तत्र फिफ्त् पायिण्ट् पूर्णः सूत्रार्थः अत्र उक्तः इति अस्ति खलु? क्षम्यतां महोदय, एकनिमिष अहं चलपुटम् उद्घाटयामि. अस्तु अस्तु, वयम् उद्घाटयतु, भवती उद्घाटयतु, वयम् अग्रे गच्छामः. गीतकुमार अस्ति खलु? हलो, गीताकुमार अस्ति खलु? अस्तु, किमस्ति मलार्? हा महोदय. को अस्ति? अहमस्ति. हा, भवती कृपया पठतु पूर्णः सूत्रार्थः अत्र उक्तः ततः. आम् महोदय, पठामि महोदय. पूर्णः सूत्रार्थः अत्र उक्तः, तत् पठनीयं वा महोदय? सार्वधातुक धातुकार्थधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकः च आर्धधातुकः च तयोः तयोरितरेतरे द्वन्द्वः. सार्वधातुकः आर्थधातुके तयोः सार्वधातुकार्थः धातुकयोः सार्वधातुक धातुकार्थधातुकयोः सप्तमान्तम् एकपदम् इदं सूत्रम्. निदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः इको गुणवृत्तिः इत्यनेन परिभाषासूत्रेण इकः स्थानि भवति यत्र स्थानि न उक्तम्. येन विधि तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इकः अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुणदेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुण आदेशः. अनुवृत्तिः सहितं सूत्रम् इकः अङ्गस्य गुणः सार्वधातुकार्थकधातुकयोः सार्वधातुक आर्धधातुकयोः. तर्हि भवती अर्थं तु, सूत्रस्य अर्थं तु जानाति खलु? न जानामि, गतवासरे न आगच्छति. इदानीमेव अद्य तत्र यदि सर्वेषां कृते यदि कोऽपि कस्मिन् वर्गे न आगच्छति तर्हि तत्र कृपया रेकार्डिङ्ग् अवश्यं शृणोतु, येन अग्रिमवर्गे तस्य उपयोगः भवति इति. अस्तु अस्तु, तर्हि अग्रे गच्छामः. तर्हि अत्र जगन्नाथमहोदय अस्ति खलु? जगन्नाथमहोदय. आं महोदय, किन्तु मया किञ्चित् केच् अप् करणीयम्, अहं सप्ताहत्रयं न आसम्. अस्तु अस्तु अस्तु अस्तु, केवलं शृणोतु, प्रश्नः अस्ति चेत् पृच्छतु. अस्तु, सुमन् महोदय करपत्रम् उद्घाटयति वा? आं महोदय. वयं कस्मिन् करपत्रे स्मः महोदय, प्रथमे वा द्वितीये वा? ओ अस्तु, ये न जानन्ति, वयम् अधुना 2A अस्ति खलु, 2A मेन् 2A, तत्र करपत्रं नम्बर् 1, तत्र ईमेल् मध्ये लिङ्क् अस्ति, तत् लिङ्क् कृत्वा अत्र तु द्वावपि उद्घाटितमस्ति, किन्तु प्रथम तत्र कुतः कुत्र प्रथमकरपत्रे नम्बर् 6 नम्बर् 5 मध्ये अस्ति सावधातुक आर्धातुकयोः सूत्रे, तस्य वयं चर्चां कुर्मः। ओ अस्तु, धन्यवादः महोदय। अस्तु सुमन् महोदय, सूत्रस्य आशयः किमस्ति इति, कः अस्ति इति एकवारं वदतु। प्रयत्नं करोमि महोदय, सम्यक् वा न जानामि। प्रथमगणस्य भू प्लस् शप् प्लस् ति अस्ति, शप् यत् तत्र तु पित् अस्ति, अतः तकार गच्छति, शकार एकनिमिषं महोदय, क्षम्यतां, तत्तु वयं सर्वे अधुना एव परिशीलितवन्तः। अहं पृच्छामि सार्वधातुक आर्धातुकयोः इति सूत्रे सूत्रस्य किं कार्यं, केवलं तत् वदतु। ओ सार्वधातुक प्रत्यय अस्ति चेत्, नो चेत् आर्धधातुक प्रत्यय अस्ति चेत् इक् धातोः अन्तः इक् अस्ति चेत् तस्य गुणः भवति। इक् इत्युक्ते किम्? इक् इत्युक्ते इक् प्रत्याहारः इत्युक्ते इ ई उ उ ऋ ऋ ळ। अस्तु, तर्हि धन्यवादः महोदय। तर्हि वयं सर्वे जानीमः यत् कोऽपि धातुः तस्य अन्ते यदि अङ्गस्य अन्ते यदि इ उ ऋल् ऋ इति अस्ति, तत्पश्चात् यदि सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति तर्हि तत्र तत् अङ्गस्य गुणकार्यं भवति। तर्हि परन्तु अत्र बहवः प्रश्नाः सन्ति ये अधुना पर्यन्तं वयं न जानीमः, क्लेशाः सन्ति, यत् प्रथमं तु इकः अङ्गः इत्युक्ते किम्, इकः अङ्गः इत्युक्ते किं वयं न जानीमः, किमर्थं चेत् इकः अङ्गः इत्युक्ते अत्र इकः तु अङ्गस्य विशेषणम् अस्ति, तर्हि वयं न जानीमः इक् अङ्गः अस्ति, तत्र केवलम् अङ्गं यत्र केवलम् इ उ ऋल् ऋ अस्ति, अथवा तादृशम् अङ्गम् अपि यस्य अन्ते इ उ उ ऋल् ऋ अस्ति, तत् अधुना पर्यन्तं वयं न जानीमः। तदनन्तरं वयं न जानीमः यत् गुणः कस्य वर्णस्य भवति, अत्र तु लिखितमस्ति इकः अङ्गस्य गुणः भवति, अङ्गस्य गुणः इत्युक्ते किम्, गुणः तु सामान्यरीत्या गुणः तु एकवर्णस्य भवति, परन्तु अत्र लिखितमस्ति अङ्गस्य एव गुणः भवति, तर्हि अङ्गस्य गुणः कथं भवति इति वयं न जानीमः। तदनन्तरं प्रश्नः अस्ति यत् गुणः कार्यं कुत्र भवति, अङ्गस्य आरम्भे भवति, मध्ये भवति, अन्ते भवति इति अपि वयं न जानीमः। तर्हि बहवः क्लेशाः सन्ति, तर्हि अग्रे वयं पठिष्यामः यत् कथं तत् यत् प्रत्येकक्लेशस्य समाधानं कथं भवति इति वयम् अग्रे पठामः। महोदय संशयः अस्ति, वदतु, अङ्गस्य इति युक्ते किमर्थम्, अङ्गम् इति किमर्थम्? आम्, यथा मया गतवासरे उक्तम्, अङ्गमस्ति, प्रत्ययः अस्ति, अङ्गम् अस्ति, प्रत्ययस्य पूर्व प्रत्ययात् पूर्वं यत् आगच्छति तत् तत् प्रत्ययस्य कृते अङ्गमस्ति. अस्तु, तर्हि सुमन् महोदय भवती एव अग्रे पठतु अधुना भूति इति स्थितौ. एकनिमिषं महोदय, तर्हि प्रकृति अङ्गं द्वौ अपि समानपदं वा? प्रायः समानम् एव इति चिन्तयामि. किञ्चित् कोऽपि भिन्न अहं तु न जानामि यत् किमपि भिन्नम् किमपि भिन्नत्वम् अस्ति वा, परन्तु यदि जानामि तद् वदामि, परन्तु प्रायः एक समीची एक एव अस्ति. प्रकृति तु धातु वा प्रातिपदिकम् अस्ति. एवमेव अस्ति. उदाहरणार्थे भवति इत्यत्र भू केवलं प्रकृति, भव प्रकृति नास्ति नास्ति इति मन्ये. ऐ कुड् बि राङ्ग्. अस्तु, अहमपि तत् विषये. प्रकृति प्लस् प्रत्यय गिव्स् पद, बट् इण्टर्मीडियट् फार्म्स् ऐ डोण्ट् थिङ्क् आर् प्रकृतिस्, बट् दे केन् बि अङ्ग, दे केन् बि अङ्ग डिफरेण्ट् डिफरेण्ट् फार् डिफरेण्ट् प्रत्ययस्. धन्यवादः. अस्तु, सुमन् महोदय भवती अग्रे पठतु अधुना भू अति अति स्थितौ. एकनिमिषम्. अधुना भू योग अयोग ति इति स्थितौ अस्य सूत्रस्य प्रसक्तिः अस्ति. न वा इति पश्येम, न वा पश्येम. प्रसक्तिः इत्युक्ते प्रसङ्गः. भूधातु इगन्तधातुः, अ शप् प्रतिनिधिः, शप् षित् अस्ति, अतः तिंषित् सार्वधातुकम् इति सूत्रेण तस्य सार्वधातुक संज्ञा. इगन्तभूधातु पूर्वम् अस्ति. इगन्तः भूधातु पूर्वम् अस्ति, परम् अस्ति सार्वधातुक संज्ञक अप्रत्यय. अतः सार्वधातु धातुक आर्धधातुकयोः यस्य प्रसिद्धिः सूत्रस्य निकषाः पुरिताः. अधुना अनेन सूत्रेण किं कार्यं सिद्ध्यति? अङ्गस्य अन्तिमवर्णः यः इक्, तस्य गुण आदेशः. भूधातौ यः ऊकारः तस्य गुण आदेशः. अतः भू भवति भो. भो योग अयोग स्थितिः. अस्तु, तर्हि एतादृशं तु सर्वम् एतत् सर्वं तु अस्माभिः पठितम् एव अस्ति. वयं सर्वे जानीमः यत् भूधातु अस्ति तत्र, यथा मीना महोदयेन उक्तं, भूधातु तत्र अन्ते ऊकारः अस्ति, ऊकारः अस्ति अतः इगन्तः अस्ति. तर्हि सार्वधातुक आर्धातुकयोः सूत्रस्य प्रसक्तिः भवति, यतोहि अग्रे शप् प्रत्ययः यत् अस्ति तत् तिंषित् सार्वधातुकम् इति सूत्रेण षित् भवति, षित् अस्ति अतः सार्वधातुकम् अस्ति. तर्हि सूत्रस्य प्रसक्तिः भवति, प्रसक्तिः अस्ति, अतः उकारस्य गुणकार्यं, उकारस्य गुणकार्यं भवति, गुणं भूत्वा गुणः भूत्वा ओ भवति, भो योगः अ योगः ति. तर्हि महोदय प्रसक्तिः इत्युक्ते अग्रे एव लिखितमस्ति खलु, प्रसक्तिः इत्युक्ते प्रसङ्गः, प्रसङ्गः अस्ति खलु, प्रसङ्गः जानाति खलु? न. प्रसङ्गः इत्युक्ते काण्टेक्स्ट् अस्ति खलु, आङ्ग्लभाषायां काण्टेक्स्ट्. सन्दर्भः वा? सन्दर्भः अस्ति, अप्लिकेबिलिटि वदतु, सन्दर्भः वदतु, तर्हि अत्र सूत्रस्य प्रसक्तिः अस्ति, काण्टेक्स्ट् अस्ति, तत्र सन्दर्भः अस्ति इति, अतः सूत्रस्य कार्यं भवति इति. अस्तु, तर्हि इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति वा? निकषाः किम् इत्युक्ते किमर्थं सूत्रस्य निकषः पूरितः? निकषः इत्युक्ते सामान्यतया निकषः इत्युक्ते आङ्ग्लभाषायां कण्डिशन्स् अथवा टेस्ट् अस्ति खलु. तर्हि अत्र सूत्रस्य निकषः इत्युक्ते सूत्रस्य निमित्ताः के के सन्ति? निमित्तं वदस्ति खलु, निमित्तं किम् अस्ति? यत् यत् अङ्गः अस्ति तत् इगन्तं भवेत्, पश्चात् सार्वधातुक अथवा आधातुक प्रत्ययः भवेत्. तर्हि अत्र उभयोः निमित्तयोः पूर्तिः भवति, अतः निकषाः पूरितः भवति. निकषा नाम सर्कम्स्टान्सेस्, कण्डिशन्स् अथवा निमित्तम्. ओके, preconditions or criteria. criteria. Nikasha purita means criteria are yes. fulfilled for that rule to apply. Astu. Tahi agre gachhamah. Saroja mahoday asti kilo. Saroja Gopalakrishnan. Namaste. Namaste mahoday. Tahi agre adhuna shashtha binduhu asti. Paribhasha sutrani. Kripaya pathatu. परिभाषासूत्राणि. स्वामिनिः सूत्राणां लघुत्वम् इच्छति. तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारकसन्देशः अपेक्षते तस्य वारं वारम् आवृत्तेः स्थाने परिभाषासूत्रं पाणिना विरच्यते. इमानि सूत्राणि कस्यचित् सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति. आम्, यथा एकनिमिषम्. तर्हि किम् अस्ति अधुना परिभाषासूत्रम् इत्युक्ते किम् अस्ति? सूत्रलक्षणम् अस्ति. प्रथमं लघुत्वं. तत् अनुसृत्य पाणिनिना पुनः पुनः सः समानविषयं द्वित्वं कर्तुं न अपेक्षते. तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारसन्देशः अपेक्षते तस्य वारं वारम् आगते स्थाने परिभाषासूत्रं पाणिना विरच्यते. सुलभेन अवगन्तुं वा? सुलभेन अवगन्तुं वा परिभाषासूत्रमस्ति? न, परिभाषासूत्रं तु सन्देहनिवारणं करोति किल. आम्, अस्तु, उत्तममस्ति. यत्र एकमेव कार्यं वारं वारं भवति तर्हि सूत्रस्य लघुत्वाय पाणिनी किं करोति, एकनूतनं सूत्रं रचयति, परिभाषासूत्रं. तत् परिभाषासूत्रं स्थाने स्थाने आगत्य सूत्रस्य पूर्तिमध्ये सहायतां करोति इति. अस्तु, अग्रे पठतु महोदय. सार्धधातुकार्धकधातुयोः इति सूत्रस्य अर्थपूर्णार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि. ईको गुणवृद्धि इति सूत्रेण इकः स्थाने भवति यत्र स्थाने निमित्तं. वदतु किमस्ति अर्थः? महोदय, एकः प्रश्नः अस्ति. भाषासूत्रम् अनुवृत्तिः न, तस्य अनुवृत्तिः न भवति खलु? सः वारं वारम् आगच्छति किन्तु तस्य अनुवृत्तिः न भवति. कथं ज्ञातव्यम् आनयति आगच्छति वा न इति? तत्तु अभ्यासेन एव महोदय जानीतुं ज्ञातुं शक्नुमः. यत्र यत्र प्रभं तु बहु क्लिष्टकरं तु नास्ति, यतोहि कोऽपि सूत्रमस्ति. तत्र सूत्रे यदि वयं न जानीमः यत् तत्र अस्य अर्थः किम् अस्ति, अत्र कोऽपि लूप् होल् अस्ति इति यदि वयं चिन्तयामः, तर्हि प्रायः कोऽपि परिभाषासूत्रम् अस्ति अष्टाध्याय्याम् एव, यः तस्य क्लेशस्य निवारणं करोति. तर्हि कोऽपि क्लेशः अस्ति चेत् चिन्तयतु परिभाषासूत्रम् अस्ति वा न, अस्ति चेत् तत्र आगच्छति कार्यं करोति. यथा यथा मया उक्तं खलु यत् सार्वधातुक आर्धातुकयोः इति सूत्रे बहवः प्रश्नाः सन्ति, तेषां निवारणार्थं निवारणं कर्तुं निवारणम् आवश्यकम् अस्ति. अतः तस्य निवारणार्थाय कोऽपि परिभाषासूत्रं भवेत् इति वयं चिन्तयामः. तर्हि एतादृशं चिन्तनं भवति, तर्हि वयं पश्यामः यत् किं परिभाषासूत्रम् आगच्छति. तर्हि एतादृशम् अस्ति कार्यम्. इको गुणवृद्धि महोदय वदतु. इको गुणवृद्धि इति सूत्रेण इकः स्थानि भवति यत्र स्थानि नोक्तम्. इको गुणवृद्धि इति सूत्रेण इकः स्थाने गुणं वा वृद्धि वा आदेशः भवितुम् अर्हति इति. तत्र स्थानि का इति स्पष्टतया न उक्तमस्ति. तत्र इकः एव स्थानि भवितव्यम् इति. सिद्धं वा महोदय? अहं पाणिनि सूत्रं न पठितवती, कथं वयं जानीमः एतादृशसूत्रस्य अर्थम् इति एव कष्टं भवति महोदय. बहवः सूत्राणि अत्र उक्तमस्ति. आम् प्रश्नः अस्ति महोदय. प्रश्नः अस्ति वा अथवा भवती किं वदति? किम् आनिवृत्तिः परिभाषा डिफरेन्स्? एकनिमिषं महोदय. किमर्थं जानामि वा? एकनिमिष सरोजा महोदय, भवत्याः प्रश्नः अस्ति वा कोऽपि? न महोदय, मम प्राब्लम् अहं ऐ डोण्ट् नो दिस् सूत्र, सो हौ डु वि रियलि अण्डर्स्टाण्ड् आल् दिस्? सो मेनि सूत्रास् आर् मेन्शन्ड् हियर्. No, do we have to have an earlier knowledge of this sutra, then only do we get to understand it? No, no, Mahode. Or can you still go... Ashtadhyay is self-contained. Etani sutrani avagantam sakyate va, bina purvam... Sarve sutraha tunna, parantu atra iko gunavriddhi asti sut khalu. तर्हि अत्र इको गुणवृद्धिः तु एक सरलसूत्रम् अस्ति. तर्हि इदानीं पर्यन्तम् अस्माभिः यत् पठितम् अस्ति तेन आधारेण तु वयं सर्वे सूत्रस्य अर्थं ज्ञातुं शक्नुमः इति अहं चिन्तयामि. तर्हि भवती तु सूत्रस्य पर्फेक्ट् आशयं वदति इति अहम् अधुना वदामि. तर्हि प्रायः भवती अपि जानाति सूत्रस्य अर्थः. तर्हि वयं पठामः. अहम् ऊहितवती एव. उत्तमम् ऊहितवती. तर्हि एकवारं वयं कुर्मः वर्ड् बै वर्ड्. तर्हि इको गुणवृद्धिः इति सूत्रे द्वौ पदौ स्तः इकः गुणवृद्धि तर्हि इकः भवती एव वदतु इकः इत्युक्ते किम् इकः प्रथमं तु इकः एक प्रथमं तु वदतु इकः इति पदे विभक्ति किं विभक्ति का षष्टि आम् आम् सरोजा महोदय उत्तममस्ति षष्ठीविभक्ति अस्ति तर्हि इक् इत्यस्य अर्थः कः भवती जानाति प्रायः जानाति अस्माभिः प्रत्याहारं पठितमस्ति तर्हि अस्ति तस्य यतोहि तस्य यतोहि षष्ठीविभक्ति अस्ति खलु अतः तस्य गुणवृद्धि गुणकार्यं वृद्धिकार्यम् इति एव अस्ति सूत्रे यत् यदि कुत्रापि लिखितम् अस्ति गुणः करोतु अथवा वृद्धि करोतु वयं च सूत्रे च न लिखितुम् अस्ति यत् कुत्र गुणकरणीयं कुत्र वृद्धि करणीयं नाम स्थानी स्थानी गुणस्य स्थानी वृद्धेः स्थानी न उक्तम् अस्ति तर्हि इदं परिभाषासूत्रम् आगत्य वदति यत् यदि स्थानी उक्तं नास्ति तर्हि इति वर्णस्य गुणः अथवा वृद्धिः भवेत् इति सूत्रं सम्पूर्णमेव अस्ति नमस्ते न महोदय अग्रे वयं कोऽपि अन्य पठिष्यामः धन्यवादः भानु महोदय अस्ति खलु भानु चैतन्यः आम् महोदय द्वितीयपरिभाषासूत्रं पठतु येन विधिस्तदन्तस्य तदेव भोः तदेव महोदय तदेव पठामि येन विधिस्तदन्तस्य एक अध्याय प्रथमपाद द्वासप्ततिसूत्रः विशेषणं तदन्तस्य अपि भवति स्वस्य अपि भवति स्वन्ते यस्य स तदन्तः तस्य तदन्तस्य बहुव्रीहिः विधीयते इति विधिः येन तृतीयान्तं विधिः प्रथमान्तं तदन्तस्य षष्ठ्यान्तं त्रिपदमिदं सूत्रम् स्वं रूपं शब्दस्या शब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः विभक्तिपरिणामः इत्यनेन षष्ठ्यान्ते भवतः स्वस्य रूपस्य अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य च अग्रे पठतु महोदय अग्रे अपि विधिः इत्युक्ते कार्यं सार्वधातुकार्धधातुकयोः इति सूत्रे विधिः अस्ति गुणकार्यं गुणः विधीयते कस्य गुणः इक् वर्णस्य तर्हि येन विधिस्तदन्तस्य इति सूत्रे अत्र येन इत्युक्ते इक् वर्णेन गुणकार्यं विधीयते येन इक् वर्णेन गुणकार्यं विधीयते तदन्तस्य इगन्तस्य शब्दस्य अपि गुणकार्यं विधीयते तर्हि किमस्ति अवगच्छति वा किञ्चित् महोदय यत् अवगच्छति तत् कृपया वदतु येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति तदन्तस्य इति विशेषणं स्वस्यापि भवति महोदय स्वस्यापि इत्युक्ते किं महोदय अत्र स्वस्य इत्युक्ते सेल्फ् अत्र अस्ति खलु यत् विधिः अस्ति तत् स्वस्य नाम शब्दस्य एव विधिः अपि भवति तेन अन्तेन शब्दस्य अपि विधिः भवति इति. तर्हि उदाहरणमस्ति खलु सार्वधातुकयोः आर्धातुकयोः इति सूत्रे अनुवृत्तिसहितसूत्रं किमस्ति महोदय, वदतु. तत्र न स्मरामि महोदय. न न उपरि एव अस्ति, अद्य एव अस्माभिः पठितं खलु इकः अङ्गस्य गुणः. इकः वदतु. इको गुणवृद्धि वा न न सार्वधातुक आधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रं किमस्ति? इकः अङ्गस्य गुणः सार्वधातुकयोः सार्वधातुक आर्धातुकयोः इति खलु. आम् आम् उपरि अस्ति इकः अङ्गस्य गुणः सार्वधातुकार्थः. तर्हि अत्र येन शब्द येन विधिस्तदन्तस्य इति सूत्रे येन शब्देन इकः इति पदस्य इकः इति पदस्य सूचना अस्ति. तर्हि मया उक्तं खलु यत् इकः अङ्गस्य, तर्हि अत्र इकः अङ्गस्य इत्यस्य अर्थः कः अस्ति इति प्रश्नः अस्ति. तर्हि येन विधिस्तदन्तस्य इति सूत्रम् आगत्य किं वदति, यत् येन येन इत्युक्ते इकः इकः इकः इति पदेन किम् उक्तमस्ति, इकः इति पदेन किं सूचितमस्ति. तर्हि सूत्रे किं लिखितमस्ति महोदय, तदन्तस्य अपि भवति स्वस्यापि भवति खलु. किं भवति अग्रे पठतु, किं भवति अन्ते यस्य तदन्तः. तत् अग्रे किमस्ति, विधीयते इति विधिः खलु. तर्हि कोऽपि सूत्रे कोऽपि विधिः अस्ति येन इति वदति अर्थात् नियमः. हा विधिः इत्युक्ते नियम अथवा कार्यं कार्यमिति वदतु कार्यम्. तर्हि सूत्रे कोऽपि कार्यं सूचितम् अस्ति, कार्यं कुत्र भवति इति सूचितम् अस्ति, कस्य येन इति पदेन किमुक्तमस्ति, यत् केन केन पदेन कार्यं सूचितमस्ति, केन पदेन कार्यं भवति इति लिखि अस्ति सूत्रे. तर्हि किं भवति अग्रे पठतु, तत् न विधि इत्युक्ते कार्यं, ततः पठतु. विधि इत्युक्ते विधिः गुणकार्यं, विधिः इत्युक्ते गुणकार्यम्. आम् गुणः विधीयते, कस्य गुणः, इक् वर्णस्य. तर्हि येन विधिस्तदन्तस्य इति सूत्रे अत्र येन इत्युक्ते इक् वर्णेन. आं महोदय, भवान् इक् वर्णेन गुणकार्यं विधीयते. येन इक् वर्णेन गुणकार्यं विधीयते तदन्तस्य शब्दस्य अपि गुणकार्यं विधीयते. इत्युक्ते किम्, इक्वर्णेन तु गुणकार्यं विधीयते इति तदन्तस्य शब्दस्य अपि गुणकार्यं विधीयते तदन्तस्य अन्तिमवर्णस्य. न न एकनिमिषम्, अत्र भवान् जानाति खलु इक्वर्णस्य गुणकार्यं भवति. आम् भानुमहोदय, इक्वर्णस्य गुणकार्यं भवति खलु. आम् तर्हि अत्र सूत्रे तु किं, सूत्रे तु केवलं लिखितमस्ति इकः अङ्गस्य गुणकार्यं करोतु, नाम इकः गुणकार्यं करोतु इति खलु. आम् महोदय, तर्हि स्वस्य रूपं किम् अस्ति, नाम स्वस्य इत्युक्ते सेल्फ्, सेल्फ् रूपं किम् अस्ति, यत् इकः तस्य गुणकार्यं करोतु, नाम इकार उकार यदि नाम यदि अङ्गम् इकारः उकारः ऋकारः ऋकारः ऋकारः अस्ति तस्य गुणकार्यं करोतु इति तु तस्य स्व अर्थः अस्ति खलु. परन्तु येन हरिश्रन्थस्य इति सूत्रं किं वदति, स्वस्य अपि अर्थं गृह्णातु अन्तस्य अर्थम् अपि गृह्णातु. इत्युक्ते न केवलम् इकः अङ्गस्य नाम न केवलं तादृशम् अङ्गं यत्र केवलम् इकारः उकारः ऋकारः ऋकारः ऋकारः अस्ति, परन्तु तादृशम् अङ्गम् अपि गृह्णातु यस्य अन्ते इकारः उकारः ऋकारः ऋकारः अस्ति इति. नाम कोऽपि कस्मिन्नपि सूत्रे यद्यपि विधिः अस्ति तत् विधिः किञ्चित् तत् वदि कस्मिन् कस्मिन् तु वर्णे कस्मिन् वर्णे भवति कस्मिंश्चित् वर्णे भवति तद् विधिः तत् अतः न केवलं तादृशम् अङ्गं यत्र तत् वर्णम् एव आगच्छति परन्तु तादृशम् अङ्गम् अपि यस्य अन्ते तद्वर्ण आगच्छति तत्र अपि सा विधिः भवेत् इति सूत्रस्य अर्थः अस्ति. अवगच्छति वा उदाहरणं दातुं शक्यते वा? अस्तु, उदाहरणमपि अस्ति, हैपोथेटिकल् उदाहरणम् अहं ददामि. यत्र मा भूधातु अस्ति खलु, भूधातु अस्ति, तत्र शप् अ आगच्छति, भूयोगः शप्. शप् तु सार्वधातुकम् अस्ति, तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकं संज्ञा भवति, सार्वधातुकं संज्ञा भवति, अतः सार्वधातुक आर्धातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति. तर्हि एकवारं यदि वयं प्रक्ष्यामः यत् सूत्रस्य अनुवृत्तिसहितसूत्रं किम् अस्ति, तद् लिखितमस्ति खलु, इकः अङ्गस्य गुणः सार्वधातुक आर्धातुकयोः. तर्हि अत्र सूत्रे किं लिखितमस्ति, इकः अङ्गस्य गुणः. इकः इत्युक्ते किम्, इ उ रु लृ नाम तादृश अङ्ग यः इ इ उ उ लृ अस्ति, केवलम् इ इ उ उ लृ अङ्गम् एव इ इ उ उ लृ वन्. सो अङ्ग इट्सेल्फ् इस् कण्टेन्स् वन् वर्ण इ इ उ उ रु लृ. नाम तथैव अस्ति चेत् भूधातु तस्य गुणकार्यं न भवति. किमर्थं? यतोहि भूधातुमध्ये भकारः अपि अस्ति, भकारः तु इक् प्रत्याहारे न आगच्छति खलु. तर्हि केवलं यदि उ धातु एव उ अस्ति अथवा धातु एव इ अस्ति धातु एव रि अस्ति तावत् तादृशः धातोः एव गुणकार्यं भवति, भूधातु गुणकार्यं न भवति. यतोहि तत्र केवलम् इक् प्रत्याहारस्य वर्णः नास्ति, भकारः अपि अस्ति, भकारः तु इक् प्रत्याहारे नास्ति, अतः तस्य गुणकार्यं कथं भवति? तर्हि येन विधिसिद्धान्तस्य इति सूत्रम् आगत्य वदति, न केवलम् इक् वर्णस्य इक् वर्णरूपी अङ्गस्य, परन्तु तादृशम् अङ्गं यस्य अन्ते अपि इक् आगच्छति, नाम यस्य अन्ते अपि इ उ ऋ आगच्छति, तस्य अङ्गस्य अपि गुणकार्यं भवेत्. अतः भूधातुमध्ये भकारः अस्ति परन्तु तस्य अन्ते तस्य अन्ते उकारः अस्ति यत् इक् प्रत्याहारे आगच्छति, अतः तस्य अपि गुणकार्यं भवेत्. अतः न केवलम् इकः अङ्गस्य इति सूत्रे इकः अङ्गस्य गुणः अस्ति लिखितमस्ति खलु, तत् केवलम् इकः अङ्गस्य गुणः न, परन्तु इकः अन्तः अङ्गस्य अपि गुणकार्यं भवेत्, नाम इगन्तस्य अङ्गस्य अपि गुणकार्यं भवेत् इति अर्थः अस्ति. अवगच्छति वा? आं महोदय. अस्तु, प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तं? मम एकः अस्ति इदानीं, एकं स्पष्टं, किन्तु एकः अवशिष्य इको गुणवृद्धिः अस्ति खलु, किन्तु सूत्रे तु गुणः एव अस्ति, वृद्धिः कथम्? तर्हि अस्मिन् सूत्रे सार्वधातुक अर्धधातुकयोः सूत्रे वृद्धिकार्यं न अस्ति, केवलं गुणकार्यम् अस्ति. इको गुणवृद्धि किं वदति, यत् गुणः कार्यम् अस्ति कस्मिन्नपि सूत्रे यदि लिखितमस्ति यत् गुणं करोतु, अथवा कस्मिन्नपि अन्यसूत्रे लिखितमस्ति विधि वृद्धि करोतु, तर्हि कुत्र वृद्धि करणीयं, कुत्र गुणः करणीयं, तर्हि इक वर्णस्य गुणः करणीयम्, इक वर्णस्य वृद्धि करणीयम्. एकस्मिन् एव सूत्रे गुणः वृद्धि उभयोः उभौ अपि न भवति. कस्मिन्नपि सूत्रे केवलं गुणकार्यं भवति, विकल्प अपि नास्ति खलु. विकल्प अपि नास्ति खलु. विकल्पः नास्ति, सूत्रं केवलं वदति यत् कुत्रापि लिखितमस्ति यत् गुण करोतु, अथवा कुत्रापि लिखितमस्ति यत् वृद्धि करोतु. तर्हि यदि स्थाने उक्तं नास्ति, तर्हि इक प्रत्याहारस्य गुणकार्यं करोतु, इक प्रत्याहारस्य वृद्धिकार्यं करोतु. ओ अस्तु, यत्र गुण करणीयम् अथवा वृद्धि करणीयं तत्र इक् शब्दस्य और इक् पदस्य गुण करोतु. अस्तु, उदाहरणमस्ति महोदय वृद्धि. वृद्धेः उदाहरणम् अस्ति महोदय, अत्र के सूत्राः सन्ति, यत् अत्र एव अस्ति खलु, एक सूत्रमस्ति मृजेर्वृद्धिः अस्ति सूत्रं. तत् सूत्रं वदति यत् यद्यपि यत्र यत्र मृज् आगच्छति, तर्हि एकसूत्रमस्ति मृजेर्वृद्धिः, तर्हि मृज् धातुः अस्ति चेत् तस्य वृद्धिः करोतु. नाव मृज् धातुकस्य वृद्धिः करोतु, वयं न जानीमः मृज् धातु मध्ये वृद्धिः कुतः करणीयं, न जानाति खलु. तर्हि इको गुणवृद्धिः आगत्य वदति यत् इकः प्रत्याहारस्य यत् वर्णः अस्ति तस्य स्थाने तस्य वृद्धिः करोतु. अथ मृज् धातोः मध्ये इकः वर्णाहारस्य वर्णः किमस्ति? अस्तु, कुत्रापि अस्तु, इको गुणवृत्तिः इदं न वदति यत् अन्ते अस्ति कुत्र अस्ति, तत्तु केवलं वदति यत् इक प्रत्याहारस्य गुण अथवा वृद्धिकार्यं करोतु इति. तर्हि उपधामस्ति चेत् उपधानं करोतु, कुत्रापि अस्ति, तत्तु तत् सूत्रस्य स्कोप् नास्ति. तर्हि मृज् धातु मध्ये ऋकारः अस्ति इक प्रत्याहारस्य, अत्र तस्य वृद्धिः करोतु. अतः यदि वयं जानाति रूपाणि भवन्ति खलु, मार्जयति, मार्ज भवति, मार्ज, तत्र ऋकारस्य आर् भवति, तत्र आर् वृद्धिकार्यमस्ति. तर्हि अस्तु, अन्य उदाहरणमस्ति गुणकार्यस्य एव, यत् किमस्ति श्री अन्य उदाहरणम् अग्रे आगच्छति, तर्हि वयं प्रक्ष्यामः. भूधातुः अस्ति, तत्र सृधातुः अस्ति, सृधातुः अपि तस्य यदि सृ अ ति आगच्छति तत्र किं भवति, सरोति भवति खलु, तत्र सरोति कथं भवति, सरति कथं भवति, सरति कथं भवति, यतोहि ऋकारः यत् अस्ति इकवर्णहार इकप्रत्याहारस्य वर्णः अस्ति ऋकारः, तस्य स्थाने गुणकार्यं भूत्वा सरति भवति. अस्तु, प्रश्नः नास्ति चेत् अग्रे गच्छामः. धन्यवादः. लीना महोदय अस्ति खलु, लीना महोदय, नमस्ते महोदय, अग्रे पठतु. अलोन्तस्य, अलोन्तस्य षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्तस्य अल्वर्णस्य स्थाने भवति. अलः षष्ठ्यन्तम् अन्त्यस्य षष्ठ्यन्तं द्विपदमिदं सूत्रं. षष्ठी स्थाने योगा इत्यस्मात् षष्ठी स्थाने इति अनयोः अनुवृत्ति, अनुवृत्तिसहितं सूत्रं षष्ठ्या अन्तस्य अलः स्थाने विद्यमानः आदेशः. किमस्ति अर्थः? अल एकः प्रत्याहारः अस्ति. अल प्रत्याहारे कः वर्णः आगच्छति? सर्वे वर्णाः. सर्वे वर्णाः आगच्छन्ति. अल् अन्तस्य षष्ठीविभक्ति अस्ति, अतः अन्ते यदि अल् अस्ति, कोऽपि अल् अस्ति, कोऽपि वर्णः अस्ति चेत् तस्य स्थाने आदेशः भवति इति एतत् सूत्रं वदति. एषः सूत्रं वदति. आम्, यत् कोऽपि कार्यमस्ति, कार्यं करोतु इति अस्ति, विधिः करोतु इति सूत्रं लिखितं, सूत्रे लिखितम् अस्ति. परन्तु सूत्रे इदम् एतादृशं तु न लिखितमस्ति यत् कुत्र कार्यं करणीयं, कार्यं कुत्र करणीयं, मध्ये करणीयम्, अन्ते करणीयम्, उपधायां करणीयम्, आरम्भे करणीयम् इति किमपि लिखितं नास्ति. तर्हि अलुवन्त्यस्य सूत्रम् आगत्य किं वदत् किं वदति महोदय सूत्रं किम् अन्ते एव कर्तव्यम् इति वदति. यत्र अन्ते अन्तिम अलः स्थाने अन्तिम अलः स्थाने एव कार्यं करोतु. तर्हि भवती एव वदतु अत्र सार्वधातुक आर्धातुकयोः इति सूत्रे इकः अङ्गस्य गुणः सार्वधातुक आर्धातुकयोः इति सम्पूर्णसूत्रे अलो अन्त्यस्य इति परिभाषासूत्रस्य सहायतां कथं भवति? अङ्गस्य अन्तिमवर्णः यत् अल् अस्ति तत्र एव कार्यं करणीयम् इति स्पष्टं भवति. तर्हि वयम् अधुना इदानीं पर्यन्तं जानीमः यत् येन विसदन्तस्य इति सूत्रस्य सहायतया अङ्गस्य अन्ते के के वर्णाः एव भवेत्? इक् वर्णः, इक् प्रत्याहारे. तर्हि अलोन्त्यस्य सूत्रं किं वदति यत् तत् अन्ते यत् इक् वर्णः अस्ति तस्य गुणं करोतु. आम्, नाम किमर्थं वाय् इस् दिस् सूत्र इव नीडेड्? Because if there are more ikas are there, only the last one should be done. Uttama, uttama. Tari, iko gunavritti bhavati, kim vadati, ikaha varnasya gunaha karotu. Tattu na vadati, yat kasya ikaha varnasya, yat arambhya agachati, madhya agachati, ante agachati, iti tu na vadati. Tari, alontyasya sutrasya avashakta asti, yato hi, तत् वदति यत् अन्ते यत् वर्णः अस्ति तत्र कार्यं करोतु. अधुना स्पेसिफिकली हियर दे आर टॉकिंग अबाउट द लास्ट इक. तर्हि पूर्वसूत्रे एव येन विधिस्तदन्तस्य अन्तस्य इति उक्तमेव. किमर्थम् अलो अन्तस्य पुनरपि? Uttama. Because there may be two ikas, right? No, that tu asti. The doubt about two ikas and multiple ikas is between iko guna vriddhi and alontyasya. That is different. Parantu mahodayaya prashna asti che asti yat yena vidhistadantasya iti sutre eva anta likhitam asti khalu. Tarhi अलोन्त्यस्य इति सूत्रस्य पुनः आवश्यकता का इति खलु? भवती चिन्तयतु किमस्ति. न जानामि. कोऽपि जानाति वा अथवा कोऽपि ऊहां? अहं प्रयत्नं करोमि. करोतु महोदय. अमित आम् परिभाषा सूत्राणां सीक्वेन्स् इत्युक्ते क्रम महत्त्वपूर्णः अस्ति. प्रथमं प्रथमं येन येन विधिस्तदन्तस्य इति परिभाषासूत्र आगच्छति. स वदति तत् वदति यत् इकः इगन्त अङ्गस्य इक गुण गुण भवेत् इति गुण गुणादेश भवेत् इक इगन्तस्य अङ्गस्य. सो भू बिकम्स् एलिजिबल् फार् गुण. तदनन्तरं गुण गुणकस्य भवेत् तत्र इको गुणवृद्धिपरिभाषा आगच्छति. गुण इकस्य इकः भवेत् तर्हि अनेक इक अस्ति चेत् सन्ति चेत् कुत कुत्र कस्य इकः भवेत् इति प्रश्न उदेति. अन्य धातोः भूधातोः तु न भवति. अन्य कुत्र धातुः अस्ति यत् यस्य इगन्त अस्ति इतर अपि इक अस्ति चेत् त्रयसूत्र परिभाषासूत्र आवश्यकम् अलो अन्तस्य. इक अन्तस्य सो वी हेव् ऐडेण्टिफैड् दट् गुण गुणादेश शुड् अप्लै टु द इक् बट् ओन्लि टु द लास्ट् इक् द लास्ट् लेटर्. But yena vidhi tad antasya antasya has already been said. No, but that yena vidhi, that's why I said the sequence application, you have to think like a computer now, not like a human. You have to apply the sutra scientific as if it is only that. So yena vidhi antasya only clarifies that this is applicable even if it is bhu, not just u. Ika gunase would normally mean ika angase would normally mean this sutra is applicable only if the ang is ika. So only thing yen vidhisthandasya says is even if the end is ika, this anga is still eligible. It doesn't say apply to the end. Are you getting me? Yena vidhisthandasya, see the sarvadhatuka ardhadhatuka yoh, what it says. इकः अङ्गस्य गुणः रैट् इकः अङ्गस्य गुणः भवति. सो नार्मलि इकः अङ्गस्य वुड् मीन् ओन्लि इफ् द अङ्ग इस् इक् बट् हियर् वि आर् भू इट् इस् नाट् इक् इट् इस् अ इक् अन्त. सो बिकास् आफ् दिस् येन विदिस्तदन्तस्य इवन् दो इट् इस् नाट् अ इक् पर् से बट् इट्स् अ इगन्त इट् इस् स्टिल् एलिजिबल्. So all we know is this anga, asya angasya guna bhavati. Thereafter, where, how exactly, where it should be guna, how it should be, the other two sutras come in. So there, the second one says, ikaha guna vriddhi. So if this anga has been identified for guna, then the guna should be applied to the ik. Then, which ik? So, if there were multiple iks, then this aloantasya says, if a particular anga has been identified for guna, then the guna applies to the last letter. That's why that sequence is important. Amit Mahodaya, bahu uttamam uttama rikya bhavata uttam. मम एकमेव स्पष्टीकरणम् अस्ति. अतः सीक्वेन्स् इति रीत्या सीक्वेन्स् इति क्रमः इति रीत्या चिन्तनस्य आवश्यकता नास्ति. प्रायः अत्र क्रमः अपि नास्ति, यतोहि क्रमस्य आवश्यकता नास्ति अत्र. यत्र सूत्रस्य स्कोप् एव भिन्नम् अस्ति. येन विस्तदन्तस्य सूत्रं किं वद सूत्रस्य प्रसक्तिः किम् अस्ति यत् कीदृशम् अङ्गं कीदृशम् अङ्गं कार्यार्थम् उद्युक्तः अस्ति नाम एलिजिबल् अस्ति सूत्रं न वदति यत् कार्य अङ्गे कुत्र भवेत् कार्यम् अङ्गः अङ्गे कुत्र भवेत् अलोन्तस्य वदति यत् कार्यम् अन्तिमवर्णस्य स्थाने भवेत् इति क्रमस्य आवश्यकता नास्ति इति अहं वदामि तत्र यतोहि अष्टाध्यायी मध्ये ये सूत्राणि सन्ति एस्पेशलि ये सूत्राणि प्रारम्भे आगच्छन्ति तस्य तेषां कोऽपि क्रमः नास्ति दे केन् अप्लै इन् एनी आर्डर् सो क्रम इति माध्यमेन मा चिन्तयतु परन्तु भवतः यत् स्पष्टीकरणम् अस्ति तत्तु पर्फेक्ट् अस्ति मीनामहोदय अवगच्छति खलु येन विधिसदन्तस्य इति वदति यत् तादृशम् अङ्गं यस्य अन्ते इक् अस्ति तत्र एव तादृश अङ्गे एव सूत्रस्य प्रसक्तिः सूत्रस्य कार्यं भवति परन्तु तस्मिन् अङ्गे कुत्र कार्यं भवति इति सूत्रं न वदति तत्तु अलोन्त्यस्य आगत्य वदति यत् अन्तिमसूत्रस्य अन्तिमवर्णस्य स्थाने भवति इति अतः त्रयाणां सूत्राणाम् आवश्यकता अस्ति क्षम्यताम् भुजधातोः कृते भवतामेव उक्तं मार्जयति इति अत्र मृ ऋ इद् अन्तिम नास्ति तर्हि तत्र आम् वाट् ऐ वोट् मीन् टु से विधि तदन्तस्य दिस् सूत्र इस् नाट् अबौट् द एण्ड् आफ् देट् वर्ब् but it is about the end of that particular iganta anga vidhi sadantasya is not about the end of an anga it is about an anga having a particular end okay vrijer vidhi is a special example I just gave because she asked for vrijer don't okay. it is not that's not confused with that yeah Mother, one clarification. The main sutram is a Karya Sutram, right? Vidhi Sutram. So it says to do the guna if the if it's a ik anga. The one point the yena vidhista dantasya is not a vidhi sutram because all it does is it identifies other iks that are eligible for guna but it doesn't say to do the guna is that correct yes okay and then the alontasya is again a vidhi sutram or only a paribhasha sutram I see. So it doesn't, again, it does not, but here it says, right, where to do the karyam. But it doesn't specify any karyam, right? Alontasya by itself does not define okay. or does not create a new karyam. Oh, so all it says is, al sthanek, sthanasya gunaha bhavat. Antya al sthanek. Oh, anta al sthane bhavati. Tari, yena vidhisadantasya alontyasya ye santi te general sutra santi te kopi specific karyam na vadati te kevalam vadati yat kopi karyam asti kasmin api sutre tat karyam tadrishasya tadrisha ange karotu yasya ante kimapi asti tadantaram तत् कार्यं तत् अङ्गस्य अन्तिमवर्णस्य स्थाने करोतु अस्तु प्रायः सर्वे अवगच्छन्ति अधुना तर्हि अग्रे गच्छामः षष्ठमबिन्दुः अस्ति को अस्ति अधुना सुमित्रामहोदय केवलं शृणोति सुमित्रामहोदय अस्ति खलु आं महोदय महोदय वदतु षष्ठमबिन्दुः अस्ति भो योगः अयोगः ति सन्धिप्रकरणे एकं सूत्रम् अस्ति यचोयवायावः यान्तावान्तसन्धिः इति लोके उच्यते अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि ओकारस्य स्थाने औ आदेशः भवति. यथा भो युगः अयुगः ति इति अस्ति. एचोयवायवः इति अनेन ओकारस्य औ आदेशः, अतः भकारः युगः औ युगः अयुगः ति इति भवति. पूर्णः सूत्रः सूत्रार्थः अत्र उक्तः. एचोयवायावः एचः ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ आय् आ इत्यादेशः भवन्ति. अचि परे क्रमेण इत्युक्तं यथा सङ्ख्याम् अनुदेशः समानम् इति परिभाषासूत्रस्य सहायेन. ऐ च औ च आय् च आ च तेषाम् इतरेतरद्वन्द्वः अयवायावः अयवायावः. एचः षष्ट्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्. इको यनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् एचः अयवायावः अचि संहितायां. सूत्रं वदति इदानीं वयं जानीमः भो अ ति भवति इति अस्ति, भवति इति. एचोयावायः इति एकं सूत्रमस्ति. यत्र ए ओ ऐ औ इति अङ्गे अस्ति चेत्, तदनन्तरम् अच् वर्णः अस्ति चेत् क्रमेण ऐ अव् आय् आव् इति आदेशः भवन्ति. तत्र तु ओ योगः अ इति अस्ति. ओ इति एच् एच् एच् वर्णः, अ इति अच् परे अस्ति. अतः ओकारस्य यथासङ्ख्याम् अनुदेशः इत्यनेन क्रमेण औ आदेशः भवति. अतः भवति इति औ आदेशः अस्ति. अनन्तरं षष्ट्यन्तम् एचः सूचयति स्थाने, यत्र स्थाने यस्मिन् स्थाने आदेशः आगच्छति इति. अयवायावः इति आदेशः इति कार्यं सूचयति प्रथमान्तम् इति कारणात् द्विपदमिदं सूत्रम्. अचि परे इति वार्ता इतोमिति सूत्रतः अनुवृत्तिसूत्रम्, अतः तत् ततः स्वीकरणीयं. संहितायाम् इत्युक्ते सन्धि भवति इति सूचयति, अधिकारसूत्रमस्ति. अनुवृत्तिसूत्रं तु एचः अयवायवः अचि संहितायाम् इति. यदा अचि परे अस्ति, एच् वर्णः पूर्वमस्ति चेत् आदेशः भवति अव् इति क्रमेण. ए स्थाने किं भवति? ए स्थाने ए स्थाने परे अच् अस्ति चेत् अस्ति चेत् ऐ आदेशः भवति. ओ अस्ति चेत् अव् आदेशः भवति. ऐ ऐ आय् आदेशः भवति. औ इत्युक्ते आव् आदेशः भवति. अतः मिलित्वा लिखितमस्ति अयवायावः इति. अस्तु, तर्हि अत्र ओकारः अस्ति, अतः एचोयवायावः इति सूत्रस्य सहायतया ओकारस्य स्थाने औ भवति, रूपं भवति भवति. तर्हि अधुना अद्य अस्माभिः प्रथम अस्माकम् अचीव्मेण्ट् अस्ति अत्र अधुना, यत् अद्य वयं जानीमः यत् भूधातुतः लट् लकारस्य प्रथमपुरुषस्य एकवचनरूपं भवति कथं निष्पद्यते इति अद्य वयं जानीमः. अस्तु, तर्हि अचीव्मेण्ट् किमर्थम् अस्ति यत् अस्माकं गोल्डन् गोल् नाम अस्माकम् इच्छा का अस्ति यत् कोऽपि धातुः अस्ति चेत्, कोऽपि प्रातिपदिकम् अस्ति चेत् तस्य सर्वाणि रूपाणि कथं निष्पद्यन्ते इति अस्माकम् उद्देश्यम् अस्ति. अतः तत् उद्देशस्य प्रथमस्तरम् अधुना अस्माभिः अद्य ज्ञातं यत् भूधातुतः भवति कथं भवति इति अधुना वयं जानीमः। अस्तु महोदय वदतु। संशयः, यदा सङ्ख्यम् अनुदेशः समानं तस्य अर्थं किम्? ए बिकम् ऐ ओ औ एतम् एतावेव यथा सङ्ख्यं न, तदपि परिभाषासूत्रमस्ति। यथा सङ्ख्यम् इत्युक्ते किं? बै आर्डर् रिस्पेक्ट् अस्ति खलु, तर्हि प्रश्नः उदेति एचो यवा याव इति सूत्रे एचः स्थाने अयवायावः भवतु, परन्तु कथं जानीमः? न जानीमः खलु। तर्हि परिभाषासूत्रम् आगत्य वदति यत् यत्र कुत्र एतादृशं स्थितिः आगच्छति तर्हि यथासङ्ख्यं कार्यं करोतु। एचो एचः मध्ये प्रथमवर्णः अस्ति ए, अतः अयवायावः तत्र प्रथम यत् अस्ति तस्य मेलनं भवतु। प्रथमः अस्ति अय, अतः कथं मिलनं भवति इति सम्यक्। अष्टाध्यायी बहु सैंटिफिक अस्ति दैट इन दैट रिस्पेक्ट दैट वोंट लीव इट टू योर गेस वर्क, लाइक इवन फॉर दैट दे हैव गिवन सूत्र, लाइक यू डोंट नो रिस्पेक्टिवली दिस इज द सूत्र रिस्पेक्टिवली। अस्तु अग्रे किम् अस्ति? अग्रे अस्ति अभ्यासकार्यम्। तर्हि महोदय एतत्तु यान्तवन्त सन्धि सूत्रं खलु? So that this is just bringing in the Yantavanta Sandhis from into this context. Astu, dhanyavad. Astu. Kopi asti va yat na pathitavan adhuna parantyam? Viji mahode asti kalu? Viji mahode asti va? Aham api na pathitavan mahode. Bhavan na pathitavan. Viji. Eka asti yat... अन्य कोऽपि अस्ति वा यत् न पठितवान् अधुना पर्यन्तम्? अरुण अहं न पठामि। मम अरुणा महोदय। आम् महोदय, भवत्याः नाम अत्र नास्ति अतः न जानामि। अस्तु भवती एव पठतु अष्टमबिन्दु। पुनः वदतु अष्टमबिन्दु। भ्वादिगणे यत्र यत्र ईगन्धधातुः भू योगः औ योगः अ योगः ति कुत्र अस्ति? क्षम्यतां, भवादिगणे यत्र यत्र ईगन्धधातुः तत्र तत्र एतादृशः क्रमः, यथा जि जये इति धातुः योगः शप् योगः ति लसक्वत् दशक्वत् तद्धिते हलन्त्यं तस्य लोपसूत्रेण जि योगः आ योगः ति भवति। तदनन्तरं तिङ्क्षित् सूत्रेण तिङ्क्षित् सार्वधातुकं सार्वधातुक आर्धधातुकयोः सूत्रद्वयेन जे जि जे भवति, योगः आ योगः ति। तदनन्तरं यच्छो अयवायावः एकादशस्थाने ऐ आदेशः भवति, जु ऐ आ ति वर्णानां मेलने जयति रूपं सिद्धं भवति सिद्धति इति तिङन्तपदं निष्पन्नम्। अग्रे अवगच्छति वा? न आं महोदय, सर्वे अवगच्छन्ति खलु अत्र जी धातुतः जयति कथं भवति? अस्तु अस्तु, धन्यवादः महोदय। तर्हि अग्रे गच्छामः। अमित महोदय तत्र श्रुधातुः करोतु प्रथमपुरुषस्य एकवचनरूपं लिट्लकारस्य लट्लकारस्य करपत्रे अस्ति वा स्वतः करोमि न अग्रे अस्ति खलु अग्रे स्रु गतौ अग्रे स्रु गतौ क्षम्यतां स्रु अत्र स तथा ऋ अस्ति अत्र स ऋ उ लिखितमस्ति तदेव ऋकार नास्ति वा न न न तत्र तत् भिन्नमस्ति आम् आम् तत् सृ भिन्नधातुः अस्ति सृ भिन्नधातुः अस्ति ओके थेङ्क् यू हा महोदय वदतु सृ सृ योग शप् योगति हलन्त्यं लशकु अतुत्तिते इत्यनेन तस्य लोपः इत्यनेन अवशिष्यते अनन्तरं तिंक्षित् सार्वधातुकं सार्वधातुक अर्धधातुकयोः इत्यनेन स्रु इति अङ्गस्य गुणः भवति स्रो स्रो कथं स्रो भवति गुणः केन सूत्रेण भवति सर्वधातुक अर्धधातुकयोः अस्तु स्रो भवति तदनन्तरं तदनन्तरम् एचो या आय एचो य वायावः इति सूत्रेण ओकारस्य स्थाने औ आदेशः भवति स्रवति स्र स्र औ अ प्लस् टि वर्णानां मेलनेन स्रवति इति क्रियापदं निष्पन्नं तिङ्गन्तपदम् स्रु धातुः अस्ति तस्य रूपं भवति स्रवति अस्तु धन्यवादः महोदय धन्यवादः तर्हि अग्रे अग्रे अस्ति जगन्नाथमहोदय अस्ति खलु कर्तुं शक्नोति खलु क्षी धातु कः धातुः क्षीक्षि अन्ते अस्ति खलु अग्रे स्रु गतौ क्षीक्षये अग्रे जे जय लास्ट् इति न तत्र लिखितमस्ति अग्रे स्रु गतौ क्षीक्षये अग्रे हो अस्तु क्षीक्षये अस्तु क्षी क्षी इति क्षये इत्युक्ते अत्र अर्थः लिखितमस्ति क्षय अस्तु क्षय इत्युक्ते समाप्ति एण्ड् क्षम्यता मिस्टर् एण्ड् एण्ड् ओ अस्तु तस्य गुणः यद्भवति तत् क्षे भवति महोदय क्रमेण करोतु प्रथमं किं भवति क्षी योगः शप् योगति तर्हि क्षि योगः अ योगः ति सूत्रमपि वदतु केन सूत्रेण लषक् तद्धिते लषक् तद्धिते इति सूत्रेण शप् इति शकारपकारस्य लोपः भवति तस्मात् तर्हि तस्मात् अ इति अस्ति तस्य तिंषित् सार्वधातुक आर्धधातुकयोः इति सूत्रेण तस्मात् तस्य गुणकार्यं क्षियोगः आयोगः तस्य गुणकार्यं भवति तेन क्षे इति भवति तदपि एचोयवायवः इति सूत्रेण तस्मात् क्ष योगः क्ष इति तस्य क्षे यद् अस्ति तस्य यकार भवति तस्मात् क्ष योगः षकारयोगः ऐ योगः अकारयोगः ति तस्य क्षयति इति अन्तिमरूपम् एकमेव अस्ति महोदय एचो यव यावः अत्र ए तस्य यकारः न भवति तस्य अय भवति यकारः इत्युक्ते केवलं य अतः रूपं भवति क्षयति क्षयति उत्तमं तर्हि अग्रे अग्रे अस्ति मलार् अस्ति खलु अग्रे करोतु अत्र ह्रीं योग शब् योग ति ह्रिय अत्र एतत्तु मूलधातुः अस्ति लौकिकधातुः किमस्ति अत्र लिखितमस्ति खलु तत्तु मूलधातुः अस्ति लौकिकधातुः कः अस्ति अलन्त्यन्तं तस्य रोप इति सूत्रेण रि आगच्छति महोदय योगः शप् अस्ति अत्र लषक्वत् अध्यते तदनन्तरं किमस्ति हलन्त्यम् इति सूत्रेण शपः स्थाने भवति इदं किञ्चित् सार्वधातुकम् इति सूत्रेण हेयते इति हे योग हा योगति यचोयवायवः गुण गुण किं भवति गुण गुण कृत्वा किं वर्णः आगच्छति महोदय संशयः अस्ति एकनिमिषं महोदय श्रीदातु लौकिकदातु एकनिमिषं महोदय लेट् अस् फिनिश् प्लीस् हा महोदय महोदय न मलार् महोदय भवती भवती किं वदति? हे अस्ति, हे योगाः भवति, हे अस्तु महोदय. यतोहि ऋकारस्य गुणः वर्णः किं जानाति वा? अतः किम् आगच्छति इति प्रश्नः अस्ति. तर्हि अस्तु, प्रथमं तु वयं मीना महोदय भवत्याः संशयः अस्ति खलु? अत्र मम संशयः हृञ्ज् धातु मूलधातु लौकिकधातु हृ एव किल हृ अस्ति इत्यनेन तिङ् त्सिक् शारुदातुकं शारदातुदातकयोः इत्यनेन सूत्रेण हर् अति हरति इति रूपं भवति किल? आम् कथं भवति? हर् हर् कथं भवति जानाति वा? हा हृ हृ शप् इति इत्युक्ते तिङपि तिङ्क्षित् सारुदातुकं सारुदातुकयोः इति गुणः भवति. हृ बिकम् हर् हर् अति हरति तृतीय स्थिरः नास्ति एचोयाः तत्र न भवति. तत्तु अस्ति, परन्तु हर् कथं भवति? रकारः कुतः? रकारान्त अर् अर् भवति महोदय. अहं जानामि, अहं मीना महोदयं पृच्छामि. महोदय, वयं जानीमः यत् गुणकार्यं भवतु खलु? गुण इत्युक्ते किं? गुण इति कार्ये के वर्णाः आगच्छन्ति? अ ए ओ खलु? इको गुणः, इको गुणः, गुणः इति संज्ञायाः संज्ञासूत्रं किम्? अदेङ् गुणः खलु? अदेङ्गुणः अदेङ् मध्ये किम् अस्ति? अत् एङ् खलु? नाम अकारः एकारः ओकारः ए अ ए ओ खलु? तत्र आ भवति, हृ रेपमपि भवति किल? कथं रेफः कुतः आगच्छति? रेफः तु गुणवर्णः नास्ति. रेपः रपरः रपरः आगच्छति. सुमन् महोदय किं वदति? अत्र तु रेफः आगच्छति, गुणः भवति अ एव, किन्तु भिन्नसूत्रमस्ति अभवति चेत् रपरः इति, अतः अर् भवति. उरण्ड्रपरः इति सूत्रेण आम् आम् सर्वे जानन्ति वा उरण्ड्रपरः सूत्रं? किञ्चित् कोऽपि अस्ति वा यत् न जानाति? न स्मरोमि महोदय, न स्मरामि. अस्तु, अहं वदामि. यथा सुमन् महोदयया उक्तम्, अत्र गुणकार्यं कृत्वा तु अ एव आगच्छति, परन्तु उरण्ड्रपरः सूत्रः अस्ति, तत् वदति यत् ब्रेक् बै ब्रेक् अस्ति उः अण् रपरः. उः किमस्ति? उः ऋ इति शब्दस्य षष्ठीविभक्ति. यथा वयं जानीमः खलु पितृ, तस्य षष्ठीविभक्ति किमस्ति? पितुः. मातृ षष्ठीविभक्ति किमस्ति? मातुः. तर्हि केवलं ऋ अस्ति, तस्य षष्ठीविभक्ति किमस्ति? उः. तर्हि उः अण् रपरः षष्ठीविभक्ति नाम रकारस्य स्थाने यथा अण् अण् भवति. अण् इत्युक्ते किम्? अ इ उ अणस्ति खलु अ इ उण् अण् प्रत्याहारस्य नाम अ इ उ वर्णः आगच्छति यदा रकारस्य स्थाने तत् वर्णः सदैव रपरः भवति नाम यदा तद् वर्ण सः वर्णः आगच्छति तस्य परे रेफः सर्वदा आगच्छति इति अतः यदा गुणकार्यं कृत्वा ऋ धातोः रकारस्य स्थाने अकारः आगच्छति तत् अ यतोहि तत् ऋकारस्य स्थाने अकारः आगच्छति अतः तत्परे रेफः अपि आगच्छति अतः ह योगः अर् इति भवति ह अर् अति रूपं भवति हरति इति अवगच्छति वा आं महोदय तावदेव लु अस्ति चेत् लकार आगच्छति वा लकारः नो चेत् लपरः अहं जानामि यत् लकारः आगच्छति परन्तु तत् उरण्रपरः इति सूत्रेण न तस्य सूत्रं तु अहं न स्मरामि उरण्रपरः केवलं ऋकारस्य कृते अस्ति धन्यवादः परन्तु लपरः अपि प्रायः आं महोदय रपरः लपरः द्वयमपि ऐ थिङ्क् रकार कुत्रापि अस्ति चेत् दट् इन्क्लूड् लकार अहं प्रायः तत् नास्ति वेदे अपि वेदेषु अपि एवमस्ति चेत् अस्तु परन्तु अत्र तु अत्र तु रपरः नास्ति खलु अत्र लपरः भवति लृ अस्ति चेत् लपरः भवति प्रायः लौकिके लृकार लृ इति वर्णः अपि न्यूनमेव आगच्छति अतः कोऽपि क्लेशं नास्ति परन्तु उरण्रपरः केवलं ऋकारकृते अस्ति इति अहं चिन्तयामि अस्तु तर्हि इति तु अद्य वयं विरमामः वयं सर्वदा वयम् अधुना जानीमः यत् अन्ते यदि इक् प्रत्याहारस्य वर्णः अस्ति गुणकार्यं भवति अग्रिमरविवासरे वयं द्रक्ष्यामः यत् उपधायां इकवर्णः अस्ति चेत् किं भवति गुणः भवति अथवा न भवति इति पक्ष्यामः अस्तु तर्हि शुभरात्रिः महोदय सर्वे धन्यवादः धन्यवादः शुभरात्रिः महोदय धन्यवादः महोदय महोदय।